शान्ताकारं भुजंगशयनं पद्मनाभं सुरेशम्। अथ ध्यानम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्। विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम्। विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम्। लक्ष्मीकांतं कमलनयनं योगभिर्ध्यानगम्यम्। लक्ष्मीकांतं कमलनयनं योगिभिर्ध्यानगम्यम्। वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्। वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्। यं ब्रह्मा वरुणेन्द्ररुद्रमरुतस्तुन्वन्ति दिव्यैः तवैः। यं ब्रह्मा वरुणेन्द्ररुद्रमरुतस्तुन्वन्ति देव्यैस्तवैः। वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः। वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः। ध्यानावस्थितगतेन मनसा पश्यन्ति यं योगिनो। ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनः। यस्यान्तं न विदुस्तुरसुरगणा देवाय तस्मै नमः। यस्यान्तं न विदुस्सुरासुरगणाः देवाय तस्मै नमः। महात्म्यमपि सुषमा महोदय, महात्म्यमपि पठनीयम्। गीताशास्त्रमिदं पुण्यं य पठेत् प्रयत पुमान्। गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान्। विष्णोपदवापदं वाप्नोति भयशोकविवर्जितः। विष्णोः पदमवाप्नोति भयशोकविवर्जितः। गीताध्ययनशीलस्य प्राणायामपरस्य च। गीताध्ययनशीलस्य प्राणायामपरस्य च। नैव सन्ति पापानि पूर्वजन्मकृतानि च। नैव सन्ति पापानि पूर्वजन्मकृतानि च। मलनिर्मोचनं पुंसाय जलस्नानं दिने दिने। मलनिर्मोचनं पुंसां जलस्नानं दिने दिने। सकृतगीताम्भसि स्नानं संसारमलनाशनम्। सकृद्गीताम्भसि स्नानं संसारमलनाशनम्। गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः। गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः। या स्वयं पद्मनाभस्य मुखपद्माद्विनिसृता। या स्वयं पद्मनाभस्य मुखपद्माद्विनिसृता। भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिसृतम्। भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिसृतम्। गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते। गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते। सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः। सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः। पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महत्। पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महत्। एकं शास्त्रं देवकी पुत्र गीतम्। एको देवो देवकी पुत्र एव। एकं शास्त्रं देवकी पुत्र गीतम् एको देवो देवकी पुत्र एव एको मन्त्रस्य तस्य नामानि यानि कर्माप्यकं तस्य देवस्य सेवा एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ॐ श्री परमात्मने नमः अथ अथ अष्टादशोऽध्यायः मोक्षसंन्यासयोगः श्रीपरमात्मने नमः अथ अष्टादशोऽध्यायः मोक्षसंन्यासयोगः अर्जुन उवाच अर्जुनो उवाच संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् त्यागस्य च वृषीकेश पृथक् केशिनिषूदन त्यागस्य च हृषीकेश पृथक् केशिनिषूदन श्रीभगवानुवाच श्रीभगवानुवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः यज्ञदानतपः कर्म न त्याज्यमिति चापरे यज्ञदानतपःकर्म न त्याजम् इति चापरे निश्चयम् कुरु मे तत्र त्यागे भरतसत्तमा निश्चयम् शृणु मे तत्र त्यागे भरतसत्तमा त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः त्यागो हि पुरुषव्याघ्र त्रिविध सत्प्रकीर्तितः यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् यज्ञोदानं तपश्चैव पावनानि मनीषिणाम् यज्ञोदानं तपश्चैव पावनानि मनीषिणाम् एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् नियतस्य तु संन्यासः कर्मणो नोपपद्यते नियतस्य तु संन्यासः कर्मणो नोपपद्यते मोहार्थस्य परित्यागः तामसः परिकीर्तितः मोकासत्य परित्यागः तामसः परिकीर्तितः दुःखमित्येव यत्कर्म कायक्लेशभयात्यजेत् दुःखमित्येव यत्कर्म कायक्लेशभयात्यजेत् भयत्यजेत् स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् सकृत्वा राजसं त्यागं नैव त्यागफलं लभेत् कार्यमित्येव यत्कर्म नियतं क्रियते अर्जुन कार्यमित्येव यत्कर्म नियतं क्रियते अर्जुन सङ्गं त्यक्त्वा फलं चैव न सत्यागः सात्विको मतः सङ्गं त्यक्त्वा फलं चैव सत्यागः सात्विको मतः न द्वेष्टि कुशलं कर्म कुशलेनानुसज्जते न द्वेष्ट्य कुशलं कर्म कुशलेनानुसज्जते त्यागी सत्त्वसमाविष्टो मेधावी छिन्न संशयः त्यागी सत्त्वसमाविष्टो मेधावी छिन्न संशयः न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः न हि देहभूता शक्यं त्यक्तुं कर्माण्यशेषतः यस्तु कर्म फलत्यागी सत्यागीत्यभिधीयते यस्तु कर्म फलत्यागी सत्यागीत्यभिधीयते अनिष्टमिष्टं मिश्रयञ्च त्रिविधं कर्मणः फलम् अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् भवत्यत्यागिनां प्रेत्य न तु सन्यासिनां क्वचित् भवत्यत्यागिनां प्रेत्य न तु सन्यासिनां क्वचित् पञ्चैतानि महाबाहो कारणानि निबोध मे पञ्चैनानि महाबाहो कारणानि निबोध मे साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणां साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणां अधिष्ठानं तथा कर्ता करणं च पृथग्विदम् अधिष्ठानं च तथा कर्ता करणं च पृथग्विदम् विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् शरीरवां मनोभिर्यत् कर्म प्रारभते नरः शरीरवां मनोभिर्यत् कर्म प्रारभते नरः न्यायं वा विपरीतं वा पञ्चैते तस्य हेतवः न्यायं वा विपरीतं वा पञ्चैते तस्य हेतवः तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः तत्रैवं सति कर्तारम् आत्मानं केवलं तु नयः पश्यत्यकृतबुद्धित्वात् न स पश्यति दुर्मतिः पश्यत्यकृतबुद्धित्वा न च पश्यति दुर्मतिः यस्य नाहं कृतो भावो बुद्धिर्यस्य न लिप्यते यस्य नाहं कृतो भावो बुद्धिर्यस्य न लिप्यते हत्वापि स इमान् लोकान् न हन्ति न निबध्यते हत्वापि च इमान् लोकान् हन्ति न विबध्यते ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदनम् ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदः प्रोच्यते गुणसङ्ख्यानि यथावच्छृणुतान्यपि प्रोच्यते गुणसङ्ख्यानि यथावच्छृणुतान्यपि सर्वभूतेषु येनैकं भावमव्ययमीक्षते सर्वभूतेषु येनैकं भावमव्ययमीक्षते अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम् अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम् पृथक्त्वेन तु यद्ज्ञानं नानाभावान् पृथक् विधान् पृथक्त्वेन तु यज्ञानं नानाभावान् पृथक् विधान् वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् यत्तु कृत्स्नमदेकस्मिन् कार्ये सप्तमहैतुकम् यत्तु कृत्स्नवदेकस्मिन् कार्ये सप्तमहैतुकम् अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् अतत्त्वार्थवदल्पं च तत्त्वा नियतं सङ्गरहितम् अरागद्वेषतः कृतम् नियतं सङ्गरहितमरागद्वेषः क्षम्यताम् नियतं सङ्गरहितमरागद्वेषतः कृतम् अफलप्रेप्सुना कर्म यत्तत् सात्विकमुच्यते अफलप्रेप्सुना कर्म यत्तत् सात्विकमुच्यते यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः यत्सु कामेप्सुना कर्म साहङ्कारेण वा पुनः क्रियते बहुलायासं तद्राजसमुदाहृतम् क्रियते बहुलायासं तद्राजसमुदाहृतम् अनुबन्धं क्षयं हिंसाम् अनवेक्ष्य च पौरुषम् अनुबन्धं क्षयं हिंसाम् अनवेक्ष्य च पौरुषम् मोहादारभ्यते कर्म यत्तत् साप्तामसमुच्यते मोहादारभ्यते कर्म यत्तामुच्यते मुक्तसङ्गो नहंवादी धृत्युत्साहसमन्वितः मुक्तसङ्गो नहंवादी धृत्युत् साहसमन्वितः सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्विक उच्यते सिद्ध्यसिद्ध्योर्विकारः कर्ता सात्विक उच्यते रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मको शुचिः रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मको शुचिः हर्षशोकान्वितकर्ता राजसः परिकीर्तितः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः अयुक्तः प्राकृतस्तब्धः शठो नैष्कृतिको लसः अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिको लसः विषादी दीर्घसूत्री च कर्ता तामस उच्यते विषादी दीर्घसूत्री च कर्ता तामस उच्यते बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु बुद्धेर्भेदं धृते चैव गुणतस्त्रिविधं शृणु प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मोक्षं च या वेत्ति बुद्धिस्सा पार्थसात्विकी बन्धं मोक्षं च या वेत्ति बुद्धिस्सा पार्थसात्विकी यया धर्ममधर्मं च कार्यं च कार्यमेव च यया धर्ममधर्मं च कार्यं च कार्यमेव च अयथावत् प्रजानाति बुद्धिस्सा पार्थराजसी अयथावत् प्रजानाति बुद्धिस्सा पार्थराजसी अधर्मं धर्ममिति या मन्यते तमसावृता अधर्मं धर्ममिति या मन्यते तमसावृता सर्वार्थान् विपरीतांश्च बुद्धिस्सा पार्थतामसी सर्वार्थान् विपरीतांश्च बुद्धिस्सा पार्थतामसी धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः योगेनाव्यभिचारिण्या धृतिस्सा पार्थसात्विकी योगेनाव्यभिचारिण्या धृतिस्सा पार्थसात्विकी यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन प्रसङ्गेन फलाकाङ्क्षी धृतिस्सा पार्थराजसी प्रसङ्गेन फलाकाङ्क्षी धृतिस्सा पार्थराजसी यया स्वप्नं भयं शोकं विषादं मदमेव च यया स्वप्नं भयं शोकं विषादं मदमेव च न विमुञ्चति दुर्मेधा धृतिस्सा पार्थतामसी न विमुञ्चति दुर्मेधा धृतिस्सा पार्थतामसी सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ अभ्यासात्रमते यत्र दुःखान्तं च निगच्छति अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति यत्तदग्रे विषमिव परिणामे मृतोपमम् यत्तदग्रे विषमिव परिणामे मृतोपमम् तत्सुखं सात्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् तत्सुखं सात्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् विषयेन्द्रियसंयोगात् यत्तदग्रे मृतोपमम् विषयेन्द्रियसंयोगात् यत्तदग्रे मृतोपमम् परिणामे विषमिव तत्सुखं राजसं स्मृतम् परिणामे विषमिव तत्सुखं राजसं स्मृतम् यदग्रे चानुबन्धे च सुखं मोहनमात्मनः यदग्रे चानुबन्धे च सुखं मोहनमात्मनः निद्रालस्य प्रमादोत्थं तत्तामसमुदाहृतम् निद्रालस्य प्रमादोत्थं तत्तामसमुदाहृतम् न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः सत्त्वं प्रकृतिजैर्मुक्तं यदेभिस्यात्त्रिभिर्गुणैः सत्त्वं प्रकृतिजैर्मुक्तं यदेभिस्यात्त्रिभिर्गुणैः ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः शमोदमस्तपशौचं क्षान्तिरार्जवमेव च शमोदमस्तपशौचं क्षान्तिरार्जवमेव च ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्मस्वभावजम् ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्मस्वभावजम् शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् दानमीश्वरभावश्च क्षात्रं कर्मस्वभावजम् दानमीश्वरभावश्च क्षात्रं कर्मस्वभावजम् कृषिगौरक्ष्यवाणिज्यं वैश्यकर्मस्वभावजम् कृषिगौरक्ष्यवाणिज्यं वैश्यकर्मस्वभावजम् परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः स्वकर्मनिरतसिद्धिं यथा विन्दति तच्छृणु स्वकर्मनिरतसिद्धिं यथा विन्दति तच्छृणु यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः श्रेयान् सधर्मो विगुणः परधर्मात् स्वनुष्ठितात् श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ व्युदस्य च शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ व्युदस्य च विविक्तदेशी विविक्तसेवी लघ्वासी यतवाक्कायमानसः विविक्तसेवी लघ्वासी यतवाक्कायमानसः ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् विमुच्य निर्ममः शान्तो ब्रह्म भूयाय कल्पते विमुच्य निर्ममः शान्तः ब्रह्म भूयाय कल्पते ब्रह्मभूत प्रसन्नात्मा न शोचति न काङ्क्षति ब्रह्मभूत प्रसन्नात्मा न शोचति न काङ्क्षति समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः भक्त्या माम् अभिजानाति यावान्यश्चास्मि तत्त्वतः ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् अथ चेत्त्वमहङ्कारान् न श्रोष्यसि विनङ्क्षसि अथ चेत्त्वमहङ्कारात् न शोष्यति विनङ्क्ष्यसि यदहङ्कारमाश्रित्य न योच्य इति मन्यसे यदहङ्कारमाश्रित्य न योच्य इति मन्यसे मिथ्यैष व्यवसायस्ते प्रकृतिं त्वां नियोक्ष्यति मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां योक्ष्यति स्वभावजेन कौन्तेय निबद्धस्वेन कर्मणा स्वभावजेन कौन्तेय निबद्धस्वेन कर्मणा कर्तुं नेच्छसि यन्मोहात् करिष्यस्य वशोऽपि तत् कर्तुं नेच्छसि यन्मोहात् करिष्यस्य वशोऽपि तत् ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया तमेव शरणं गच्छ सर्वभावेन भारत तमेव शरणं गच्छ सर्वभावेन भारत तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया विमृशै ददशेषेण यथेच्छसि तथा कुरु विमृश्यै तदशेषेण यथेच्छसि तथा कुरु सर्वगुह्यतमं भूयश्शृणु मे परमं वचः सर्वगुह्यतमं भूयः शृणु मे परमं वचः इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् मन्मना भव मद्भक्तो मज्जाजीमान्नमस्कुरु मन्मना भव मद्भक्तः मद्याजीमां नमस्कुरु मामे वैष्यसि सत्यन्ते प्रतिजाने प्रियोऽसि मे मामे वैष्यसि सत्यन्ते प्रतिजाने प्रयोऽसि मे सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः इदं ते न तपस्काय न भक्ताय कदाचन इदं ते न तपस्काय न भक्ताय कदाचन न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति न चाशुषूयशूषवे वाच्यं न च मां योऽभ्यसूयति ययिमं परमं गुह्यं मद्भक्तेष्वभिदास्यति नयिमं परमं गुह्यं मद्भक्तेष्वभिदास्यस्ति भक्तिं मयि परां कृत्वा मामेवैष्यत्य संशयः भक्तिं मयि परां कृत्वा मामेवैष्यत्य संशयः न च तस्मान् मनुष्येषु कश्चिन्मे प्रियकृत्तमः न च तस्मान् मनुष्येषु कश्चिन्मे प्रियकृत्तमः भविता न च मे तस्मादन्यः प्रियतरो भुवि भविता न च मे तस्मात् अन्यः प्रियतरो भुवि अध्येष्यते च इयमं धर्म्यं संवादमावयोः अध्येष्यते च इयमं धर्मं धर्म्यं संवादमावयोः ज्ञानयज्ञेन तेनाहम् इष्टस्यामिति मे मतिः ज्ञानयज्ञेन तेनाहम् इष्टस्यामिति मे मतिः श्रद्धावाननसूयश्च शृणुयादपि यो नरः श्रद्धावाननसूयश्च शृणुयादपि यो नरः सोऽपि मुक्तः सुभाल्लोकान् प्राप्नुयात् पुण्यकर्मणाम् सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणाम् कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा कश्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय कश्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय अर्जुन उवाच अर्जुन उवाच नष्टो मोहस्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत नष्टो मोहस्मृतिर्लब्ध्वा त्वत्प्रसादान्मयाच्युत स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव सञ्जय उवाच सञ्जय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः इत्यहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिममस्रौषम् अद्भुतम् रोमहर्षणम् संवादमिमम् अश्रौषम् अद्भुतम् रोमहर्षणम् व्यासप्रसादाच्छ्रुतवान् एतद्गुह्यमहम् परम् व्यासप्रसादाच्छ्रुतवान् एतद्गुह्यमहम् परम् योगं योगेश्वरात् कृष्णात् साक्षात् कथयत स्वयम् योगं योगेश्वरात् कृष्णात् साक्षात् कथयत स्वयम् राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् राजन् संस्मृत्य संस्मृत्य संवादम् इममद्भुतम् केशवार्जुनयोः पुण्यम् हृष्यामि च मुहुर्मुहुः केशवार्जुनयोः पुण्यम् हृष्यामि च मुहुर्मुहुः तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतम् हरेः तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतम् हरेः विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः यत्र योगेश्वरः कृष्णः यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिः ध्रुवानेतेर्मतिर्मम तत्र श्रीर्विजयो भूते ध्रुवानेतेर्मतिर्मम ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नाम अष्टादशोऽध्यायः। मोक्षसन्न्यासयोगो नाम अष्टादशोऽध्यायः। ॐ श्रीकृष्णार्पणमस्तु, हरये नमः। ॐ श्रीकृष्णार्पणमस्तु, हरये नमः। यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते। कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेर्स्वभावात् करोमि यत्सत्सकलं परस्मै नारायणायेति समर्पयामि। करचरणकृतं वा कायजं कर्मजं वा श्रवणनयनजं वा मानसं वा पराधम् विहितमविहितं वा सर्वमेतक्षमस्व। जय जय करुणाब्दे श्रीमहादेव शम्भो।